भाषापाकः द्वितीयवर्गे सर्वेषां स्वागतम्। गतसप्ताहे वयं पठितवन्तः शत्रुप्रत्ययः एवं तत्र प्रथमपुरुष एकवचनम् अस्ति चेत् कीदृशव्यवहारः भवति, एवं तदनन्तरं मत्तुप्रत्ययस्य प्रयोगः कुत्र भवति तस्मिन् सन्दर्भे अपि वयं पठितवन्तः। तद्विषये अस्माकम् उपस्थापनमस्ति अश्लेषमहोदयस्य। महोदय कृपया। आम् आं तर्हि अहं तत्र प्रथमे अष्टविंशत्यधिकशततमपाठः भवति। तत्र अत्र शत्रुप्रत्यये पुल्लिङ्गरूपे किं भवति एतत् अध्यायः, तत्र नुमागमः कुत्र भवति, सः भवति शत्रुप्रत्ययस्य पुल्लिङ्गरूपे कुत्र नुमागमः भवति एतत् वदति। तर्हि शत्रुप्रत्ययस्य शत्रुप्रत्ययेन यत् प्रातिपदिकं प्राप्यते तत्र तकारान्तः भवति, यथा पठत् भवति, ददत् भवति। तदनन्तरं परन्तु वयं जानीमः वस्तुतः तत्र रूपं तु पठन् अस्ति, तर्हि तस्मात् नुमागमः भवति। तर्हि पठतनन्तरं नुमागमः भवति चेत् पठन् भवति। तर्हि शत्रुप्रत्ययेन वयं जानीमः सुबन्तशब्दः प्राप्यते तत्र, तर्हि तस्य विभक्तिः भवति पठन् पठन्तौ पठन्तः पठन्तं पठन्तौ पठतः। अनन्तरम् एतत् प्रथमविभक्तिः, द्वितीयविभक्तिः अस्ति, अनन्तरं सम्बोधनम् अपि अस्ति हे पठन् हे पठन्तौ हे पठन्तः। तत्र प्रथमविभक्तिषु तत्र सर्वत्र नकारं श्रूयते, द्वितीयविभक्तिषु तत्र बहुवचनं त्यक्त्वा नकारं श्रूयते। सम्बोधनमपि प्रथमविभक्ति एव, तत्र नकारं श्रूयते एव। तर्हि किमर्थं तत्र नकारम् आगच्छति? तत्र पाणिनीयसूत्रमस्ति नुमागमस्य, क्षम्यताम्, उगदिचां सर्वनामस्थाने अधातोः। तत्र उक् प्रत्ययाहारः अस्ति, वयं जानीमः ऊरुरु। तदनन्तरम् अचां कश्चन धातुः अस्ति, तत्र तस्य चिन्ता इदानीं नास्ति, तर्हि उगदचां भवति। अनन्तरं सर्वनामस्थानम् अस्ति, सर्वनामस्थानम् एकं संज्ञा भवति, तर्हि प्रथमा एकवचनात् द्वितीया द्विवचनं पर्यन्तम् इत्येतेषां सर्वनामस्थानं संज्ञा दीयते। तत्र सम्बोधनमपि अस्ति, परन्तु तत् प्रथमविभक्ति एव कार्यं करोति, तर्हि तस्य उल्लेखनं नास्ति सर्वनामस्थानं संज्ञा मध्ये, परन्तु तत् संज्ञा भवति तेन, तर्हि इति सूत्रेण अत्र नुमागमः भवति। परन्तु एतत् पाठे वयं पठितवन्तः अपवादाः सन्ति, तर्हि ददत् भवति चेत् तत्र नुमागमः न भवति, ददत् एव भवति। तर्हि प्रथमविभक्ति भवति ददत् ददतौ ददतः, द्वितीयविभक्ति भवति ददतं ददतौ ददतः, सम्बोधनमपि हे ददत् हे ददतौ हे ददतः। परन्तु अत्र किमर्थं नुमागमः न भवति? तर्हि अन्यत् सूत्रमस्ति पाणिनेः अपवादः सूत्रमस्ति, नाभास्यताच्छतु, तत्र न अभ्यस्तात् शतुः इति अस्ति। तर्हि न तु वयं जानीमः तत् तस्य नुमागमस्य अपवादः भवति, न शतुः एव शत्रुप्रत्ययः भवति। अस्ताद् इत्युक्ते तृतीयगणे यत्र द्वित्तं श्रूयते, यथा ददत् दधन् जुवत् एतत् सर्वाणि गणतृतीये अधिक, परन्तु न केवलं तत् गणतृतीये, परन्तु जक्षित्यादयः षट् इति कश्चन उपगणः सन्ति, तत्र षट् जक्षति त्यक्त्वा षट् धातवः सन्ति, ते तर्हि पूर्णतः सप्तमधातवः सन्ति, तत्र तत् अधिकं गणतृतीय यत्र द्वितीयं श्रूयते तस्य संज्ञा भवति अभ्यस्तात्। तर्हि एतत् सर्वं भवति चेत् तत्र नुमागमः न भवति, एतस्य निषेधकसूत्रं भवति। आम् इति अस्ति प्रथम अध्याये तदनन्तरं वयं मत्तुप् कृतवन्तः, मत्तुप् कुत्र भवति। तर्हि प्रथमे मत्तुप् वयं जानीमः तस्य अस्ति पाणिनीयसूत्रमस्ति, तदस्य अस्ति अस्मिन् इति मत्तुप्। तर्हि अस्य अस्मिन् वा साधारणतया वयं वदामः, यत् वयम् उदाहरणमपि कृतवन्तः बलवान् गुणवान् इत्यादि। तर्हि पाठस्य सारः अस्ति अत्र वार्तिकेन, यत्र वयं मतुप् प्रयोगः कुर्मः तत्र षट्सु अर्थेषु मतुप् इत्यस्य प्रयोगः कुर्मः। तत्र श्लोकेषु भूमा इति अस्ति, निन्दा, प्रशंसा, नित्ययोगः, अतिशयनं, संसर्गः, एते भिन्नाः अर्थाः सन्ति। अत्र भूमा अस्ति चेत् धनवान् भवति, निन्दा अस्ति चेत् वैचित्र्यं भवति, प्रशंसा अस्ति चेत् गुणवान् भवति, संसर्गः अस्ति चेत् दण्डः भवति अथवा संयोगः भवति, नित्ययोगः अस्ति चेत् गन्धः भवति इत्यादीनि ते भिन्नाः प्रयोगाः सन्ति। मतलब् कस्मिन् अर्थे वयं प्रोक्तुं शक्नुमः। तर्हि प्रश्नमस्ति यदि मतुप् प्रयोग कुर्मश्चेत् तत्र कुत्रापि वयं वकारमपि श्रूयते, प्रायशः तु म अस्ति, तर्हि मकारस्य वकारः भवति, परन्तु कुत्र कुत्र वकारः भवति तस्यापि सूत्रमस्ति, सूत्रं नास्ति, तस्य साधारण नियमद्वयं सन्ति। प्रथमे यदि अन्तिमवर्ण अ अस्ति, प्रथमे अन्तिमवर्ण, सो अन्तिमवर्ण पश्यामः, यदि अ अस्ति यथा धन, तर्हि तत्र मकारस्य वकारः भवति, धनमान् न भवति, धनवान् भवति। तादृशी एव चन्द्र अस्ति चेत् तत्रापि अन्ते अ श्रूयते, तत्र तर्हि चन्द्रवत् अथवा चन्द्रवती इति रूपमस्ति। अध्याये शिष्यस्य प्रश्नम् आसीत् चन्द्रमती इति रूपं शुद्धं वा, तर्हि कोऽपि प्रादेशिक भाषायाः लेखकः अस्ति, सः चन्द्रमती इति रूपम् उपयुज्य लिखितवान्। तर्हि शिष्यस्य मनसि अस्ति वा चन्द्रमती समीचीनं वा, परन्तु संस्कृतेन तत्र तत् समीचीनं न भवति, चन्द्रवती भवति। तर्हि अन्तिमवर्णस्य द्वितीय यदि आ अपि अस्ति चेत् तत्रापि मकारस्य वकारं भवति, विद्या, विद्यावान्। यदि अन्ते मकारमस्ति यथा किं, तर्हि किं वान्। तत् त्यक्त्वा यदि अन्ते वर्गस्य पञ्चम त्यक्त्वा प्रथम द्वितीय तृतीय चतुर्थवर्गे भवति चेत् तदपि वान् भवति, मकारस्य वकारत्व भवति। तर्हि विद्युत् इति अत्र दत्तमस्ति, विद्युत्वान्, तत्र ज्यष्ठसन्धिः अपि न भवति, तत् परन्तु तत् भिन्नं विषयः अस्ति। तो इति अस्ति यदि अन्तिमवर्णं भवति चेत् इति भवति, परन्तु उपधा अपि भवति द्वितीयनियमे। यदि उपधा पश्यामश्चेत् किं भवति, यदि उपधा अ अस्ति, अत्र प्रातिपदिकम् अस्ति यशस्, परन्तु उपधा तत्र अकारं श्रूयते, यश श्रूयते उपधायाम्। उपधा इत्युक्ते अन्तिमवर्णस्य प्राक् यत् वर्णमस्ति तत्। तर्हि यदि उपधा अस्ति आ, तत् यथा अध्याये दत्तमस्ति भास्, तत्र सकारम् अन्तिमवर्णं, तत्पूर्वे आ अस्ति, तर्हि भास्वान्, तत्र अपि भास्मान् नास्ति, भास्वान् भवति। अन्यदपि अस्ति लक्ष्मी, तत्र मकारमस्ति उपधा, इ श्रूयते अन्ते, परन्तु तस्य पूर्वे म श्रूयते, लक्ष्मी, तर्हि लक्ष्मीवान् भवति। तत्र वयं जानीमः तत् रूपं प्रसिद्धः अपि अस्ति, लक्ष्मीवान् शुभलक्षण इति आयाति रामायणे। तर्हि आम् इति अस्ति नियमद्वयम्, अन्तिमवर्णं किं भवति, उपधा किं भवति, तत् पश्यामश्चेत् वयं ज्ञातुं शक्नुमः वकारः भवति न भवति। अग्रे एतस्य अपवादः अपि सन्ति, यदि एतत् नियम सर्वत्र कार्यं न करोति. तस्य अपवादः यदि यवादिगणे अस्ति तत्र न भवति. तस्यापि उदाहरणं दत्तमस्ति अध्याये. यव अस्ति अन्ते अत्र य अश्रूयते यव, परन्तु यववान् इति रूपं नास्ति, यवमान् इति रूपम् अस्ति. भूमिः अस्ति अनन्तरं तत्रापि उपधायां मकारं श्रूयते, यथा वयं दृष्टवन्तः लक्ष्मी तत्र श्रूयते इकारात् पूर्वे मकारं, परन्तु अत्र भूमिवान् न भवति, भूमिमान् एव भवति. तर्हि यवादिगणे अस्ति एतत् कारणेन. तत्रापि एकं शून्य सूत्रं दत्तवान् पाणिनि. आम् इति अस्ति अध्यायद्वयस्य सारः. अस्तु अस्तु महोदय, अति बहु सुन्दरमस्ति, अति उत्तमं. धन्यवादः. सम्यक्रीत्या एव उक्तम्. अस्तु समीचीनम्. अग्रे सरामः. अद्य नूतनाध्यायः अस्ति, तस्मिन् विषये पठामः. त्रिंशत् अधिकशततमपाठः अस्माकं. तर्हि अहं अस्तु, तर्हि देवकान्तमहोदय आरम्भं करोति वा महोदय? आं महोदय. अद्यतनविषयमस्ति कारप्रत्ययविषये. शिष्यः: श्रीमन्, रकारः इति प्रयोगः किम् असाधु? आचार्य वदति: किमर्थं तथा पृष्टं भवता? शिष्यस्य मनसि प्रश्नमायाति, रकारः इति प्रयोगः साधु वा न साधु इति. शिष्य: कश्चन माम् अवदत् रेफः इत्येव प्रयोक्तव्यं, रकारः इति प्रयोगः न इति. सः वदति रेफः इति एव समीचीनं प्रयोगं, न तु रकारः इति. सः उत्तरं ददाति. इत्युक्ते किञ्चित् सन्दर्भः अवगच्छति वा अस्मिन्? आमां, रकारः इत्युक्ते र इति एक व्यञ्जनाक्षरमस्ति संस्कृतवर्णमालायाम्. एकं व्यञ्जन पञ्चविंशतिव्यञ्जनाक्षराणि सन्ति. तत् एतत् अक्षरमस्ति रकार, ऐ मीन् रेफः अथवा रकारः इति. समीचीनं वा न समीचीनम् इति अहं पश्यामः. अस्तु अस्तु अस्तु, सम्यक् सम्यक्. अस्तु अस्तु, तादृशम् एव अस्ति अस्माकं. तर्हि कार इति कश्चन प्रत्ययः इति अस्ति खलु, यत्र श्रूयते कारः इत्युक्ते किम्? तर्हि वयं वदामः अकारः आकारः खलु, ईकारः उकारः ककारः एतादृशेन वदामः कार इति सर्वत्र इति श्रूयते. तर्हि तादृशेन र इति वर्णः अस्ति अपि हयरवल, तर्हि र इति अन्यत् अपि कारः अपि श्रूयते, रकारः इति प्रयोगः. तर्हि तादृशं मनसि चिन्तनं भवति शिष्यस्य. तर्हि प्रत्येकस्य स्थले कारकार इति श्रूयते इति वर्णात् कारः खलु, प्रत्येकवर्णं स्वीकृत्य कार इति योजयितुं शक्यते. तत् वर्णात् कारः इति अन्यत् इति एकः सन्दर्भः अस्ति यत्र कार इति श्रूयते. तादृशेन अन्यत् कश्चन वदति तत्र रेफः अपि अस्ति तादृशम्, रेफ इति अन्यत् अपि अस्ति, रकारः इति प्रयोगः इति नास्ति. तद्वदनेन तत्र रेफः किञ्चित् भिन्नः अस्ति, वयं जानीमः. तर्हि रकारः एवं रेफः इति समानं न. वर्णः तु भिन्नः, व्याकरणप्रयोगः अपि भिन्नः अस्ति इति किञ्चित् मनसि अस्ति. इदानीं वयं जानीमः तत्र अस्मिन्नेव अध्याये तस्य उल्लेखः अस्ति, कश्चन प्रत्ययः अस्ति कार इति कृत्वा, यत् वर्णेषु श्रूयते परन्तु अन्यत्र अपि अस्ति खलु. यथा इति वयं कुत्र कोऽपि वदति ओंकारः इति वदति अपि खलु, ध्वनिः श्रूयते इति कृत्वा ओंकारः इति वदति कोऽपि, तत्रापि कारः श्रूयते, अन्यत् कारः कोऽपि वदति अहं स्वीकरोमि, तर्हि स्वीकारः भवति. आकारः नास्ति, निराकारः अपि भवति. कोऽपि कस्य व्यापारः एतादृशमस्ति, तस्य नाम भवति कुम्भकारः. तर्हि कार इति कोऽपि प्रायशः प्रत्ययः अस्ति यस्य प्रयोगः बहुत्र श्रूयते इति कृत्वा तस्य मनसि प्रश्नः अस्ति एव. कार इत्युक्ते कश्चन प्रत्ययः अस्ति यस्य सम्बन्धे अधिकज्ञानम् आवश्यकम्, यतोहि वयम् इदानीमेव दृष्टवन्तः वर्णात् श्रूयते परन्तु अन्यप्रयोगाः अपि सन्ति, केवलं वर्णे इति न, इति कारसन्दर्भे. एवं रकारः अस्ति चेत् तत्र रेफः इति अन्यत् कोऽपि अस्ति, तर्हि कथम् अत्र सन्दर्भः कीदृशः इति प्रश्नं पृच्छति. अग्रे गत्वा एव पश्यामः तत्र कीदृशस्थितिः अस्ति. इदानीम् आचार्यः साक्षात् वदति, सः पश्यामः तस्मिन् सन्दर्भे किम् अस्ति. परन्तु अन्य एकः प्रत्ययः अस्ति, इकप्रत्ययः, यस्य स्थाने रेफ भवति, र एवम् इकप्रत्ययः मिलित्वा तद्भवति रेफः. तत् कारप्रत्ययः नास्ति, कारप्रत्ययः भिन्नः, इकप्रत्ययः भिन्नः. तस्मिन् सन्दर्भे अस्माकम् अध्यायः अद्यतन अस्ति, कारप्रत्ययः इकप्रत्ययः सम्बन्धे. अस्तु, अग्रे करोतु महोदय. तत्र आचार्यः किं वदति, प्रायशः शनैः शनैः एतादृशं स्पष्टीकरणं भवति अद्य. आमाम् आचार्यः, रेफः इति प्रयोगः तु युक्तः एव, रादिफः इति वार्तिकेन इफः, तस्मात् रेफः इति रूपम्. यद्यपि एतत् वार्तिकं कारस्य अपवादत्वेन विहितः, तथापि कारप्रयोगस्य योजने न दोषः. कौमुद्यां तत्त्वबोधिन्यां लिख्यते, वासरूपिविधिना कारोपि कारोपि तेन रकारादीनि नामानि शृणवतो मम पार्वति इत्यादि प्रयोगः साधुरेव इति. अतः रकारः इति प्रयोगः साधु न इति सिद्धम्. संस्कृतज्ञाः तु प्रायेण रेफशब्दस्य प्रयोगम् आधिक्येन कुर्वन्ति. आचार्य इदानीं किञ्चित् रेफविषये किञ्चित् अधिकज्ञानं दत्तवान्. सः वदति रेफः इति युक्तप्रयोगः एव, तस्य वार्तिकेन वदति राधिफः राधिफः अहं न जानामि राधिफः इति सूत्रं वा अथवा कः इति न जानामि, परन्तु वार्तिकेन दत्तं राधिफः इति इफः इति प्रत्यय इति अहं मन्ये. तस्मात् रेफः इति रूपं सिद्धम्. वदतु वदतु अपि परन्तु वार्तिकवर्णकारस्य कारस्य अपि रूपं न दोषः इति वदति, इत्युक्ते रकारः इति समीचीनं, रेफः इति समीचीनम् इति तस्य वार्तिकेन इति. कौमुदी तत्त्वबोधिनी एतत् संस्कृतव्याकरणविषये पुस्तकद्वयमस्ति, अत्र लिख्यते वासरूपि विधिना करोपि तेन रकारीदीनि शब्दनामानि शृण्वतो मम पार्वती इत्यादि प्रयोगः साधुरेव इति. तत् पुस्तके इति रकारादीनि नामानि शृणवतो मम पार्वती इति दत्तमस्ति. आचार्यस्य आशयमस्ति रेफः अथवा रकारः द्वयोः प्रयोगः साधु एव इति अस्ति. तावदेव महोदय. परन्तु संस्कृतज्ञः इत्युक्ते यः संस्कृतव्याकरणं पठति पाठयति च ते रेफः इति प्रयोगम् आधिक्येन कुर्वन्ति. तावदेव महोदय. समीचीनं समीचीनं समीचीनम् अस्तु. बहु किमपि अस्ति अत्र, शनैः शनैः पश्यामः किम् अस्ति. तत्र रेफः इति आचार्यः वदति रेफः इति प्रयोगः युक्तः एव, इत्युक्ते रेफः यत् वदन्ति रेफः इति प्रयोगः तत् समीचीनम् अस्ति. राधिकः इति वार्तिकेन इकः इत्युक्ते किं? रावर्णस्य अधिकं भवति इकः इत्युक्ते इकप्रयोगः, तद्भवति रेफः. रेफः इति रूपं रेफः इति रूपं तदा भवति रकारस्य, हलन्तर इति नास्ति, पूर्णरकारः इति भवति रेफः. राधिकः इत्युक्ते किं? हलन्तरकारवर्णस्य निर्देशार्थम् इकप्रत्ययः इति वदति केवलम् इति कृत्वा तत्र हलन्तरकारस्य निर्देशः इति भवति. तदनन्तरं यत्र हलन्तरकारः पूर्णरकारः भवति एवं तदनन्तरम् इकप्रत्ययः कृत्वा रेफः इति भवति, तत् भवति रेफः. र अधिकम् इकप्रत्ययः इति. रकारः अपि साधुः अस्ति, परन्तु हलन्तरकारः अस्ति चेत् तत् भवति रकारः, तत्र कारप्रत्ययः भवति, परन्तु र अधिकम् इकप्रत्ययः भवति रेफः, खलु? द्वयोः वदति, यद्यपि एतत् वार्तिककारस्य अपवादत्वेन विहितः तथापि कारप्रत्ययस्य योजने न दोषः. इत्युक्ते रकारः अपि शुद्धं, यत्र किं भवति हलन्तरकारः तदनन्तरं कारप्रत्ययः, इत्युक्ते रकारः इति भवति, यथा वर्ण अने प्रत्येकवर्णस्य कारः यथा भवति. तत् एकं. द्वितीयं किं? र अधिकम् इक इति रेफः इति भवति, तत्र इकप्रत्ययः भवति, तदपि साधुत्वमस्ति. तत्र सिद्धान्तकौमुद्याम् एवं तत्र तत्त्वबोधिनी तत्र अपि ग्रन्थे एतादृशेन कारः सन्दर्भे लिखितमपि अस्ति. रकारः प्रयोगः असाधु इति न वक्तव्यं, रकारः प्रयोगः साधु अस्ति, परन्तु तत्र द्वयोः रकारः अपि एवं रेफः अपि प्राचुर्येण प्रयोगः भवति एव अस्माकं. तर्हि एतादृशेन भवति, एतादृशेन प्रयोगः भवति. इत्युक्ते कारप्रत्ययः वर्णेषु एवम् इकप्रत्ययः केवलं रकारेषु कृत्वा रेफः केवलम् इक, अन्यत्र कारः. वदतु महोदय. भवान् इकः इति वदति, परन्तु पुस्तके इफः इति दत्तं महोदय. मम वदने त्रुटिः अपि अस्ति, समीचीनम्. इक इति नास्ति, इफ, सम्यक्. मम त्रुटिः अपि अस्ति, इक नास्ति, इफ, सम्यक् सम्यक्. हा, क्षम्यताम्, इफ इति अस्ति, क इति न, इक इति नास्ति, इफ इति अस्ति, सम्यक् सम्यक्. रेफ इति वदामः खलु, तर्हि इक इति नास्ति, इफ इति, इफ इति प्रत्ययः, न तु इक, सम्यक्. आं, समीचीनम्. अस्तु, तर्हि इफ इति अस्ति, एवं तत्र कार इति प्रत्ययः, प्रत्ययद्वयमस्ति. हा, सम्यक्. अस्तु, तदनन्तरम् अग्रे सरामः. कुशल् महोदय, अग्रे कृपया. शिष्य वदति, वर्णनिर्देशाय कार प्रत्यये खलु प्रयुज्यते. वर्णनिर्देशाय वर्णात् पश्यति रकारः र अथवा अन्यवर्णः, कारप्रत्यये खलु प्रयुज्यते. शिष्य चिन्तयति वर्णनिर्देशाय कारप्रत्यये समीचीनं. साधु. आचार्य वदति, आम्, वर्णात् कारः इति वार्तिकं, तस्मात् अकारः ककारः इत्यादयः सिद्धाः भवन्ति. पुस्तके वार्तिकं पुस्तके वर्णात् कारः लिखति, तस्मात् अकारः ककारः इत्यादयः सिद्धाः भवन्ति. साधु भवति अकारः ककारः प्रयोगः कारस्य प्रयोगः कारप्रत्यये. अवगच्छति वा न वा महोदय? न अवगच्छति. हा, इत्युक्ते नास्ति चिन्ता. तत्र शिष्यः वदति, वर्णनिर्देशाय कारप्रत्ययः खलु प्रयुज्यते. इत्युक्ते अहं यदा वर्णमाला पठामि, तत्र अकारः, आकारः, ईकारः, तस्मिन् सन्दर्भे कारप्रत्ययः खलु प्रयुज्यते. तस्य प्रयोगः भवति यदा वयं वर्णमाला, इत्युक्ते वर्णे कारः वयं यदा वदामः, तदा तस्य प्रयोगः इति भवति खलु, इति वयं जानीमः इति वदति शिष्यः. तद्वयं इत्युक्ते ककारः खकारः गकारः खलु एतादृशेन वदामः कार इति वर्णनिर्देशाय तस्य प्रयोगः भवति. तर्हि आचार्यः किं वदति? आचार्यजि आम् वर्णात् कारः इति वार्तिकं तस्मात् अकारः ककारः इत्यादयः सिद्धाः भवन्ति. हा वर्णात् कारः इत्युक्ते प्रत्येकवर्ण वर्णस्य कारप्रत्ययः वदति. प्रत्येकवर्णः अहं वदामि तर्हि कारः अवश्य आगच्छति. अकारः चकारः फकारः मकारः वकारः. आं निश्चयेन तर्हि अकारः अवर्णं दृश्यते. हा सम्यक् तथा एव अस्ति. हा तथा एव अस्ति. कोऽपि वर्णः नयामः चेत् तादृशं भवेत् इति. वर्णात् कारः इत्युक्ते कोऽपि वर्णः तस्य कारः इत्युक्ते तदेव वर्णः सूचयति. तर्हि आचार्यः वदति तस्मात् अकारः ककारः इत्यादयः सिद्धाः भवन्ति. वारं वारं वदामः तत्र वर्णमाला तः अथवा कोऽपि सूत्रेषु अपि कारः वदामः अकारः आकारः एतादृशम् इकारः. तर्हि ततः आगच्छति वर्णात् कारः इति वदामः तत्र. अस्तु प्रसाद् महोदय अग्रे कृपया. शिष्यः किं वर्णनिर्देश मात्रं कारप्रत्ययः उपयुज्यते? वर्णनिर्देशमात्रं शिष्यस्य प्रश्नः अस्ति किमर्थं वर्णनिर्देशमात्रं कारप्रत्यय उपयोगं कुर्मः इति. एतस्य प्रश्नः आचार्यः न चकारः यवकारः इत्यादयः प्रयोगः श्रूयन्ते बहुधा. आचार्य वदति बहुधा चकारः यवकारः इत्यादयः प्रयोगः श्रूयन्ते. अतः वर्णसंज्ञातात् अपि कारप्रत्ययः भवति इति सिद्धम्. संज्ञातात् अत्र न जानामि वर्णसंज्ञातात् अपि कारप्रत्ययः भवति. अन्य एकः चकारः यवकारः विना अन्यः प्रत्ययः अपि कारप्रत्ययः भवति. बहुधा चकारः एवकारः कारप्रत्ययः श्रूयन्ते. हा हा हा हा इत्युक्ते शिष्यस्य प्रश्नः अन्यत् किमपि अस्ति इत्युक्ते किं वर्णनिर्देशाय वर्णनिर्देशमात्राय केवलं कार् प्रत्ययः प्रयुज्य उपयुज्यते अथवा अन्यत् किमपि अस्ति अपि इत्युक्ते आचार्यः वदति मात्र केवलं वर्णनिर्देशाय कारप्रत्ययः अस्ति इति न. कारप्रत्ययस्य प्रयोगः अन्यत्र अपि अस्ति केवलं वर्णनिर्देशाय इति नास्ति खलु इति प्रश्नः अस्ति. शिष्यस्य प्रश्नः अस्ति कारप्रत्ययः केवलं वर्णनिर्देशाय भवति वा अथवा अन्यत् किमपि अस्ति वा. आचार्यः वदति तस्य उत्तरेण न केवलं वर्णनिर्देशाय इति नास्ति. तस्य अन्यप्रयोगः अपि अस्ति तर्हि कार् प्रत्ययस्य अन्यप्रत्ययः किं किम् अन्यप्रयोगः किं किम् अस्ति यस्य केवलं वर्णं नास्ति? किं वदति? वर्णसङ्घातात् रैट्? क्षमतां, हा, वर्णसङ्घातात् अपि कारप्रत्ययस्य कारप्रत्ययः भवति इति सिद्धम्। अतः तत्र कार इत्युक्ते कारप्रत्ययः कुत्रचित् वर्णसङ्घातस्य अन्ते अपि भवति, इत्युक्ते तस्य उत्तरम् अग्रे आयाति। परन्तु आचार्यः इदानीम् उत्तरमेव दत्तं, केवलं वर्णात्कारः इति नास्ति, अन्यप्रयोगः अपि अस्ति, अन्यप्रयोगः अपि अस्ति। तर्हि अग्रे भवति शिष्यस्य प्रश्नः, तत्र किं किं प्रयोगः अग्रे अस्ति सूचयतु इति तस्य सन्दर्भे। खलु अवगच्छति वा इदानीम्? एक उदाहरणं ददातु महोदय, कारप्रत्यय कुत्र भव कारस्य अन्यत् अन्यत् इति, हा, तत्र अन्यत् अन्यत् प्रयोगः अस्ति, यथा इदानीमेव तत्र चर्चितवन्तः। अन्यत् प्रयोगः इदानीं पश्यामः, अग्रे अपि अत्र अस्ति, तत्र नाममस्ति एवकारः अथवा वषट्कारः, ओंकारः, खलु? ये वर्णाः आकारः इत्युक्ते एकवर्थमस्ति, आ दीर्घ आकारम्, अन्यत् अपि अर्थमस्ति, शरीरमिति अर्थमस्ति खलु? तदपि अस्ति, तदपि अस्ति, हा, तदपि अस्ति। अन्य बहु बहु प्रयोगाः सन्ति, केवलं तादृशेन इति नास्ति। तस्य सन्दर्भे तत्र पठामः, खलु? ध्वनिसम्बन्धे अपि अस्ति महोदय, शरीरसम्बन्धे अपि अस्ति, इत्युक्ते यथा महोदयेन उक्तम् इदानीम्, आकारः इत्युक्ते परिमाणः अपि अस्ति, आकारः कीदृश आकारः अस्ति, निराकारः अपि अस्ति, एतादृशेन वदन्ति। ओं ध्वनिसम्बन्धे ओंकारः वदन्ति, एककार्यं कोऽपि करोति चेत् एवकारः इति वदन्ति। तर्हि अन्ये अपि सन्ति, यत्र कारकार इति श्रूयते। एते प्रयोगे ओंकार ओंकार एकं भिन्नपदमस्ति, कारप्रत्ययः तर्हि तर्हि नास्ति, आकारः अपि कोऽपि शब्दः अस्ति भिन्न भिन्न अर्थे, तर्हि कारप्रत्यये भवति ओंकारः भिन्न किमर्थं, कुतः आगतः अस्ति खलु ध्वनि, हा, कुतः आगतः अस्ति एतादृशशब्दः खलु? भगवानस्य ओंकार ध्वनि, परन्तु कथं भाषायां कुतः आगतः अस्ति? भाषा केवलं भाषासन्दर्भे कुतः तु आगच्छति खलु? ओम् इति एकं सम्यक् अक्षरमस्ति महोदय, इत्युक्ते शृणोमि ओंकार ध्वनि, कोऽपि भाषाम् आगतम् अस्ति खलु? किमपि वदामः चेत् भाषेषु श्रूयते खलु, भाषा नास्ति चेत् वक्तुं न शक्नुमः। अवगच्छति वा? भाषा इति आवश्यकमस्ति, भाषा नास्ति चेत् वक्तुमेव न शक्नुमः। तर्हि प्रत्येकभाषेषु तत्र परिप्रकाशनं भवति, परिप्रकाशः इत्युक्ते व्यक्तः भवति, तत् व्यक्तः भवति चेत् तस्य प्रयोगः स्यात्। व्याकरणेषु तादृशसन्दर्भः अस्ति इति, कारसन्दर्भे अपि अस्ति एतादृशप्रयोगः। अग्रे अग्रे आयाति तस्य उदाहरणानि, कुत्र कुत्र अस्ति, किं कुतः आगच्छति, एतत् सर्वम् आगच्छति। पठामः चेत् अग्रे तस्य प्रमाणमपि अस्ति। अस्तु, तत्र अश्लेष महोदय अग्रे पठतु, यदि प्रश्नाः सन्ति पुनः आगमिष्यामः महोदय। तत्र कुशलमहोदय, आम् शिष्य किम् अत्र प्रमाणम् आचार्य कौमुद्यां तत्त्वबोधिनी व्याख्यायने लिख्यते कथं तर्हि समुच्चयार्थकः चकारः एवकारः अन्य निवृत्त्यर्थः इत्यादयः प्रयोगाः इति चेत् अत्र आहुः क्वचित् संघातात् अपि भवति उच्चैस्तरां वा वुष्टकारः इति सूत्रनिर्देशात् सर्वे चकाराः प्रत्याख्यायन्ते इति भाष्यप्रयोगात् बहुलवचनाच्च इति इदानीं पर्यन्तम् अहं वदामि किञ्चित् कौमुद्यां तत्त्वबोधिनी व्याख्यायने लिख्यते पूर्वे आचार्य उक्तवान् तत्र न केवलं वर्णनिर्देशाय परन्तु वर्णसङ्घातात् अपि भवति तर्हि शिष्य तस्य प्रमाणं पृष्टवान् तर्हि तत्र आचार्य वदति अहं तत् कौमुद्यां तत्त्वबोधिनी व्याख्यायन लिखितमस्ति कथं तर्हि समुच्चयार्थकचकारः तत्र प्रश्नम् अस्ति व्याख्यायने कथं तर्हि समुच्चयार्थकचकारः एवकारः अन्यनिवृत्त्यर्थः इत्यादयः प्रयोगाः तत्र प्रश्नाः न सन्ति तत्र उदाहरणानि सन्ति वाक्ये एवकारः अन्यनिवृत्त्यर्थः इत्यादयः प्रयोगाः इति चेत् अत्र आहुः आम् ते एव अत्र वदति क्वचित् सङ्घातात् अपि भवति आम् तत्र अन्यत् अर्थमस्ति सङ्घातात् तत्र उच्चैस्तरां वा वषट्कारः इति सूत्रनिर्देशात् सर्वे चकाराः प्रत्याख्यायन्ते इति भाष्यप्रयोगात् बहुलवचनाच्च इति तत्र इदानीं न अवगतं किम् अभवत् अग्रे पठानि वा हा पठतु महोदय काशिकायाम् एवम् अपि लिख्यते बहुलग्रहणसन्निधौ वचनात् क्वचित् अवर्णाद् अपि भविष्यति इति अदोषः अथवा करणं कारः एवस्य कारः एवकारः इति षष्टिसमासो अयम् इति अतः चकारः एवकारः वष्टकारः वषट्कारः इत्यादयः प्रयोगाः तु न असाधवः आम् तत्र काशिकायाम् अपि एकम् उदाहरणमस्ति तत्र बहुलग्रहणसन्निधौ सन्निधौ अस्ति चेत् वयं जानीमः निकटे अस्ति बहुलग्रहण तस्मात् निकटे अस्ति वचनात् क्वचित् अवर्णात् अपि भविष्यति इति अदोषः तर्हि दोषः नास्ति अदोषः अस्ति यदि वर्णात् अवर्णादपि अस्ति चेत् अथवा करणकारः एवस्य कारः एवकारः इति षष्ठीसमासो अयं षष्ठीसमासः इत्युक्ते षष्ठी तत्पुरुषसमासेन भवति एवस्य कारः एवकारः आं षष्ठी तत्पुरुषसमासः अस्ति अतः चकारः एवकारः वषट्कारः आं अहं मन्ये अन्यत् प्रयोगेण कीदृश वयम् एतस्य प्रमाणं प्राप्नुमः तत् आचार्यं दत्तवान् अत्र यदि तस्य समासेन अपि प्रयोगं कर्तुं शक्नुमः प्रयोगं तस्य प्रमाणं कर्तुं शक्नुमः यदि एवकारः अस्ति चेत् एवस्य कारः एवकारः इति भवति तर्हि एतत् एतत् सर्वे असाधुः न भवति, साधुः एव भवति तेन तेनापि इति एव मया इदानीम् अवगतम्। अन्यत् किञ्चित् आवश्यकम्? नास्ति चिन्ता, केवलम् अत्र बहु किमपि जटिलं नास्ति। प्रश्नः अस्ति कार यत्र श्रूयते तत् केवलं वर्णात् भवति वा अन्यत्र भवति वा इति प्रश्नः आसीत् खलु। आचार्यः तस्य उत्तरे वदति केवलं वर्णे भवति इति नास्ति, तस्य अन्यप्रयोगः अपि भवति। तैः शिष्यस्य प्रश्नः अस्ति कुत्र भवति, कृपया प्रमाणं ददातु। अत्र आचार्यः प्रमाणं वदति, प्रमाणत्वेन वदति उदाहरणत्रयं, यथा एवकारः, वषट्कारः इति वदति। अग्रे तृतीय उदाहरणम् अग्रे आयाति, यथा अस्माकं प्रश्नः अस्ति ओंकारविषये, तत्तु आयाति। परन्तु अत्र वदति एवकारः, वषट्कारः, उदाहरणद्वयम् अत्र दत्तमस्ति, एवकारः, वषट्कारः इति अत्र। एवस्य कारः एवकारः इति काशिकायाम् अस्ति तत्र इति भवति। तत्र काशिकायां तत्र एवकारविषये ददति, तत्र दत्तमस्ति। वषट्कारविषये अपि दत्तमस्ति अन्यत् सन्दर्भे तादृशेन। उदाहरणद्वयम् अत्र दीयते, केवलं वर्णात् कारः इति केवलं नास्ति, अन्यत् अपि अस्ति इति अस्ति अत्र। महोदय, एकः प्रश्नः महोदय। हा, वदतु। एवस्य कारः एवकारः इति षष्टी तत्पुरुषसमासः खलु, तत्र कारः इति एकः पदमस्ति खलु, न तु प्रत्ययः? हा हा हा हा, अस्ति एव, अस्ति अपि, अस्ति अपि, अस्ति अपि इति कारः इति तत्र तस्य प्रयोगः इति श्रूयते, भाष्यप्रयोगः खलु, भाष्यप्रयोगः। तत्र प्रयोगं भिन्नमस्ति इत्युक्ते समासविषये तत्र प्रत्ययं नास्ति खलु। हा हा हा, प्रत्ययम् इति नास्ति, प्रत्ययं प्रत्ययम् अस्ति इति इति नास्ति। समासः तु प्रत्ययः नास्ति, प्रत्ययः तु भिन्नः, परन्तु तादृश श्रूयते, तादृश श्रूयते। कारः कुत्र श्रूयते इति वदति, केवलं प्रत्ययसन्दर्भे न, प्रत्ययसन्दर्भे तु उक्तमेव, यत्र कुत्रापि वर्णसम्बन्धे भवति तद्भवति, परन्तु भाष्यप्रयोगः अपि भवति। समासः अस्ति चेत् भाष्यप्रयोगः, भाष्यप्रयोगः। समीचीनम्। अस्तु, तादृशमस्ति। तर्हि ओंकारविषये प्रश्नः आसीत् खलु, तर्हि अग्रे तत्र महोदय पठतु, तर्हि कुशलमहोदय भवतः प्रश्नः अस्ति आसीत्, पठतु इदानीम् अग्रे। आम्, शिष्यः वदति ओंकारः इत्ययं प्रयोगः अपि असाधु न किल? आचार्य वदति सो अपि साधुः एव प्रयोगः, यतः शिष्टप्रयोगाः दृश्यन्ते बहुधा। यथा ओंकारं पूर्वमुच्चार्य पश्चात् द्वेत् मध्यते स्मृति, ओंकार श्वाच शब्दस्य द्वावेतौ मन्त्रव्याकरणी कायां दुर्गादास। आचार्य वदति ओंकारः प्रयोगः साधु तर्हि द्विधानौ वदात् ओंकारं पूर्वमुच्चारात् पश्चात् दीयते अत्र किमपि ओंकारशब्दः साधु ओंकारशब्दः साधु इति आचार्य वदति किमर्थम् इत्युक्ते अत्र प्रयोगः अपि दृश्यते कारविषये अत्र प्रयोगः दृश्यते इति वदति केवलम् उदाहरणत्वेन उदाहरणत्रयं स्वीकृत्य वदति खलु इति ओंकारः अपि श्रूयते एतादृशप्रयोगः तर्हि कारः अपि अस्ति तर्हि यत् वर्णात् आसीत् वर्णात् सर्ववर्णं त्यक्त्वा अन्ये के प्रयोगाः सन्ति इत्युक्ते एवकारः वषट्कारः इदानीम् ओंकारः अपि एतादृशप्रयोगाः दृश्यते इति वदति आचार्यः ओंकारः अपि साधुप्रयोगः यदा ओंकारः इति वदामः चेत् तत् अपि भवति साधुप्रयोगः कारप्रत्ययविषये कार कुत्र दृश्यते एतादृशं खलु समीचीनमस्ति वा महोदय कुशल महोदय बहु किमपि नास्ति अत्र अत्र आध्यात्मिकताविषये नास्ति केवलं व्याकरणसन्दर्भे इति वदति आचार्यः कारः कुत्र कुत्र श्रूयते कुत्र तस्य प्रयोगः अस्ति अस्तु अग्रे कुत्र अपवादाः अपि सन्ति इदानीम् अग्रे तत्र प्रसाद् महोदय कृपया पठतु अग्रे कृष्यः व्याकारः इत्यादयः किं प्रयोक्तुं शक्याः शिष्यस्य प्रश्नः अस्ति व्याकारः सम्यक् पदमस्ति वा नास्ति वा इति प्रयोक्तुं शक्या वा न वा इति तस्य प्रश्नः आचार्यः जयघोषार्थे जयकारादयः शब्दाः प्रयुज्यमानाः दृश्यन्ते प्रादेशिकभाषासु आचार्य वदति प्रादेशिकभाषासु जयकारादयः कोऽपि युद्धमस्ति चेत् तत् जयकार जयकारादात् ओके जयकारः सम्यक् पदमेव जयघोषार्थे वर्णसमुदायात् कारप्रत्ययः भवति इत्यापि सत्यम् अत्र वर्णसमुदायात् कारप्रत्ययः भवति जयकारः तथापि जयकारादयः शिष्टैः प्रयुक्तः किम् इति तु परिशीलनीयाम् अत्र आचार्य वदति परिशीलनम् आवश्यकम् अस्ति किमर्थं जयकारादयः शिष्टैः प्रयुक्तः वा न वा इति मया तु तादृशाः शिष्टप्रयोगः न दृष्टः आचार्यः चिन्तयति जयकारात् शिष्टप्रयोगः नास्ति इति तस्य भावः अतः तादृशस्य अप्रयोगः एव वरम् इति भाति आचार्यः भाति आचार्यस्य भाति सम्यक् पदं नास्ति इति अप्रयोगः प्रयोगः सम्यक् नास्ति इति तस्य भावः हा समीचीनं प्रादेशिकभाषासु श्रूयते परन्तु संस्कृतेन तादृशं नास्ति खलु तत्र कारप्रत्ययः नास्ति केवलं भाषासु तादृशं दृश्यते ते प्रायशः तादृशं तत्र अन्यप्रत्ययाः सन्ति खलु अन्यप्रत्ययाः सन्ति यथा अण् घञ् प्रत्ययाः सन्ति अत्र अथवा यत्र कुम्भकारः स्वीकारः प्रकारः इति शब्दाः तु सन्ति एव परन्तु कारप्रत्ययाः न सन्ति इति कृधातोः अण् प्रत्ययः अथवा घे प्रत्ययः एतादृशं कृत्वा कार इति श्रूयते परन्तु तत्र अन्ते कार श्रूयते शब्दस्य अन्ते परन्तु कारप्रत्ययः तथा नास्ति इति एकम् अत्र अस्ति अत्र पुस्तके न दत्तमस्ति परन्तु वयं जानीमः तत्र घञ् प्रत्ययः कीदृशम् अस्ति अण् प्रत्ययः कीदृशम् अस्ति इति कृत् प्रत्ययाः सन्ति खलु वयं पठितवन्तः परन्तु ये वदन्ति तत्र जयकारः जय जयकारः एतादृशं तत्तु केवलं प्रादेशिकभाषासु एव श्रूयते अन्यत् तादृशं न श्रूयते संस्कृते तादृशं नास्ति इति आचार्यः वदति तत्र वयं घञ्प्रत्ययविषये पठितवन्तः किञ्चित् स्मरति वा अथवा स्मरणं नास्ति घञ्प्रत्ययः तत्र अण्प्रत्ययः कृतवन्तः खलु अण्प्रत्ययाः सन्ति यथा पाण्डोः अपत्यं पुमान् इति आसीत् खलु पाण्डवः दानवः एतादृशम् आसीत् इति अस्माकम् अण्प्रत्ययाः तत्र कार इति अण्प्रत्यये सर्वत्र इति न श्रूयते तत्र घञ्प्रत्यये श्रूयते एतादृशं घञ्प्रत्ययः प्रायशः वयं न पठितवन्तः केवलम् अण्प्रत्ययः पठितवन्तः घञ्प्रत्ययः न पठितवन्तः तत्र तद्धितप्रत्ययान्तप्रयोगः तद्धितप्रत्ययान्तः सन्ति तद्धितप्रत्ययान्तशब्दाः सन्ति तत्र अत्र आचार्यस्य वदनम् अस्ति केवलं तत्र जयकारः एतादृशं ये शब्दाः सन्ति तत् प्रादेशिकभाषेषु सन्ति न तु संस्कृते इति अस्ति असाधुप्रयोगः अस्ति अत्र जयकारः यथा शक्यते संस्कृते प्रयोगं नास्ति चेत् सम्यक् तर्हि सारांशेन वदामः चेत् अत्र बिन्दुत्रयमस्ति अथवा बिन्दुचतुष्टयमस्ति चतुष्टयमस्ति प्रथमम् इति भवति कारप्रत्ययः कुत्र भवति वर्णात् भवति प्रत्येकवर्णेषु यथा अकारः आकारः पकारः फकारः पकारः एतादृशं भवति वर्णात् द्वितीयबिन्दुः अस्ति रेफः वदामः चेत् तत्र कारः इति नास्ति तत्र इफ इति प्रत्ययः अस्ति रकारः एवम् इफ प्रत्ययः कृत्वा रेफः इति भवति परन्तु र एवं कारप्रत्ययः रकारः इति भवति तदपि साधुः अस्ति इति द्वितीयबिन्दुः अस्ति तृतीयबिन्दुः अस्ति कारप्रत्ययः केवलं वर्णात् इति भवति इति नास्ति अन्यप्रयोगाः अपि सन्ति यथा एवकारः वषट्कारः उम्कारः उदाहरणेषु दृष्टवन्तः इति तृतीयबिन्दुः अस्ति चतुर्थबिन्दुः अपवादसम्बन्धे अस्ति इत्युक्ते यत्र कोऽपि जयकारः वदति जय जयकारः वदति तत्र तु असाधुसंज्ञा भवति ते सर्वं अथवा अन्यत्र कुत्रापि कारविषयः श्रूयते तत्र कारप्रत्ययः नास्ति अन्यप्रत्ययाः भवितुमर्हन्ति यथा अण्प्रत्ययः वा घञ्प्रत्ययः वा एतादृशं भवति अस्तु अन्य कोऽपि प्रश्नः अस्ति वा एत अस्मिन् अध्याये? महोदय, अन्ते कारः अस्ति चेत् कोऽपि साधारणतया एकमेव अर्थमस्ति वा अन्यद् एकमेव अर्थं नास्ति? किमर्थम् इत्युक्ते वर्णे अस्ति चेत् कारः इति केवलं वर्णं सूचयति, अन्यत् इत्युक्ते भाषेषु अपि अस्ति यथा एवकारः, एवस्य कारः, एवकारः एतादृशं। परन्तु कार तत्र भिन्नभिन्नसन्दर्भे भिन्नप्रयोगः अस्ति। एकं तु वर्णं सूचयति, द्वितीयं परिमाणं सूचयति, तृतीयम् आकारः सूचयति शरीरम्, एतादृशम् अस्ति। एवं कुत्र तत्र वृत्तिः अपि सूचयति यथा कुम्भकारः, एतादृशम् अस्ति कार अस्ति चेत्। कारप्रत्ययाः न सन्ति सर्वे, तर्हि प्रत्येकस्थलेषु तत्र स्थितिः कीदृशमस्ति तद् द्रष्टव्यं भवेत्। इत्युक्ते केवलं शब्दं श्रुत्वा तस्य अर्थं न भवति, वाक्यम् अथवा कथा पठित्वा तत्र कीदृशसन्दर्भः अस्ति, सन्दर्भानुगुणं तस्य अर्थं भवति। परन्तु कानिचन अर्थाः तु एतादृशम् अस्ति एव, यथा आकारः, परिमाणः, शरीरः, कस्य व्यापारः अथवा कस्य वर्णस्य सङ्केतः, एतादृशम् अर्थाः सन्ति कारः यत्र श्रूयते। कोऽपि नियमः नास्ति नास्ति भो अत्र कारप्रत्यये कोऽपि नियमः तत्र नास्ति, अन्यान्य विभिन्नाः अर्थाः सन्ति, भिन्नभिन्न अर्थाः सन्ति। परन्तु अत्र आचार्यः किं वदति इत्युक्ते कारप्रत्ययः कुत्र कुत्र श्रूयते इति केवलं वदति अत्र, इत्युक्ते एतत् न पठामः चेत् अस्माकं मनसि एव न आगच्छति एतादृशचिन्तनम्। इत्युक्ते कार इत्युक्ते कार, वयं तु वदामः एव कारः अकारः, वर्णमालेषु पठितवन्तः, प्रारम्भिकस्तरेषु एव पठितवन्तः। परन्तु सः वदति अत्र भाषासन्दर्भे अस्ति अस्माकम् अध्यायः, पुस्तकमेव, सः वदति अत्र आम् कारः केवलं वर्णमालासु नास्ति भोः, अन्यत्र अपि श्रूयते। तर्हि कुत्र कुत्र श्रूयते एतादृश भवति? साधुरूपाणि एतत् सन्ति, असाधुरूपाणि अपि सन्ति, कुत्र अस्ति इति उदाहरणं ददाति। तर्हि एतादृशचिन्तनं भवेत् केवलं एतत् अध्याये, सुन्दररूपेण तत्र प्रयोजनमपि अस्ति तस्य लेखकस्य। अत्र अनेक अत्र चकारः एवकारः अत्र किं संज्ञा सूचयति, वर्णमाला सूचयति वा? चकारः तु अस्ति एव, परन्तु तत्र एवकारः तथा नास्ति। एवकारः तत्र भाष्यप्रयोगः अस्ति, यथा षष्ठी तत्पुरुषसमासः अस्ति एतादृशम्। एवम् ओंकारः अपि कोऽपि वर्णस्य अथवा ध्वनिः तस्य सङ्केतः अस्ति, एवं तस्य प्रयोगः दृश्यते कारप्रयोगे इति। भिन्नभिन्न पुस्तके तस्य उल्लेखः अस्ति, इत्युक्ते समीचीनप्रयोगः अस्ति तत्र। एवकारः भाषाप्रयोगः, वषत्कारः अपि भाषाप्रयोगः, ओंकारः अपि भाषाप्रयोगः अस्ति, तत्र दृश्यते एतादृशेन प्रयोगः। एकं तु अस्ति व्याकरणेषु यथा कर्तुं शक्यते खलु, यत् इत्युक्ते यत्र नियमाः सन्ति नियमाः कर्तुं शक्यते। कानिचन विरलप्रयोगाः सन्ति यत्र नियमः न दृश्यते, परन्तु भाषेषु अस्ति एव तादृशेन। कथम् अभवत् इति न जानीमः, परन्तु तत् साधुप्रयोगः वा असाधुप्रयोगः अस्माकं पुरातनपुस्तकानि एव प्रमाणः। पुरातनपुस्तकं दृष्ट्वा वक्तुं शक्यते एतादृशभाषाप्रयोगः सम्यक् भवति वा न भवति वा। चिन्तनम् एतादृशम् अस्ति। अस्तु, समीचीनम्। अन्य कोऽपि प्रश्नः अस्ति वा अत्र? अस्तु, समीचीनम्, अग्रे सरामः। तर्हि अग्रिम अध्यायः सुलभं सरलमपि अस्ति, समापयितुं शक्नुमः। तत्र देवकान्तमहोदय कृपया आरम्भं करोतु. अस्थाने यदा तदा च इति अस्ति शिष्यः. शिष्यः श्रीमन् यदा शब्दस्य को अर्थः? शिष्यः पृच्छति यदा यदा इति एकं शब्दं तस्य अर्थं किम् इति शिष्यः पृच्छति. आचार्य वदति यच्छब्दात् कालवाचकात् सर्वैकन्या किं यत्तदः काले दा इति सूत्रेण दा प्रत्यये यदा इति रूपम्. सप्तम्यन्तेभ्यः एव एषः विहितः इत्यतः यदा इत्यस्य यस्मिन् काले इति अर्थः. यत्तदोः नित्यसम्बन्धः इत्यतः यदा इत्यस्य यत्र प्रयोगः तत्र तदा इत्यस्यापि प्रयोगः स्यात्. आचार्यः शिष्यं प्रति वदति सर्वैकान्य किं यत् तत् यत् तदः काले दा तत् एकसूत्रमस्ति, पाणिनीयसूत्रमस्ति. तत्र दा प्रत्यये यदा इति रूपं सिद्ध्यति. तस्य प्रयोगं सप्तमविभक्तिषु भवति यस्मिन् काले इति अर्थे. तावदेव महोदय. कुर्मः कुर्मः, नास्ति चिन्ता, नास्ति चिन्ता. तत्र तत्र शिष्यस्य प्रश्नः अस्ति यदा यदा तदा प्रयोगः. वयं तत्र प्रारम्भिकस्तरे अपि पठितवन्तः, अस्माकम् अभ्यासपुस्तके आसीत् यदा तदा प्रयोगः. कालसन्दर्भे आसीत् खलु, यदा तदा वदामः चेत् कालं, यदा तत् कुर्मः तदा अन्यत् कार्यं कुर्मः, कार्यद्वयमस्ति. यदा सायङ्कालं भविष्यति तदा बालकः पुस्तकं पठति, एतादृशेन भवति कालसन्दर्भे, अथवा पठिष्यति इति एतादृशं. तर्हि शिष्यस्य प्रश्नः साधारणः एव अस्ति, परन्तु महत्त्वपूर्णप्रश्नः एव अस्ति. यदा शब्दस्य को अर्थः? तत् यत् अत्र आचार्य वदति यत् यत् यद् शब्दात् खलु, यत् शब्दात् कालवाचकात् कालवाचकः इति अस्ति. सर्वैका अन्य किं यत् तद् इति अस्ति तस्य नाम. काले दा इति अस्ति. इत्युक्ते किम्? एकः प्रत्ययः अस्ति, तस्य नाममस्ति दा प्रत्ययः. दा दा इति प्रत्ययः अस्ति. दा प्रत्ययः इत्युक्ते किं? केवलं कालिकसन्दर्भः दृश्यते तत्र. कुतः आगच्छति दा प्रत्ययः? सद्धीतप्रत्ययपरिवारस्य सदस्यः अस्ति दा प्रत्ययः, यत् कालं सूचयति. तर्हि किं भवति? यस्मिन् काले यदि प्रश्नः अस्ति, तर्हि यद् अधिकं दा भवति यदा. अर्थं किं? यस्मिन् काले इति अर्थे. पदनिर्माणं किं? यद् अधिकं दा यदा इति भवति. तद् अनुसारेण भवति तस्मिन् काले, तद् अधिकं दा तदा एवं केवलं यदा भवति चेत् वाक्यं न भवति, मनसि आकांक्षा भवति कुतः तदा आगच्छति। तर्हि युगलप्रयोगः इत्युक्ते तत्र एतयोः शब्दयोः सम्बन्धः नित्यः एव, युगपत् भवति इत्युक्ते यदा भवति, यदा पदस्य प्रयोगः अस्ति चेत् तदा पदस्य प्रयोगः आवश्यकम् अस्ति एव, अवश्यं करणीयं अवश्यं करणीयः अस्ति तादृशः। यदा शब्दस्य प्रयोगः क्रियते चेत् तदा शब्दस्य अपि प्रयोगः आवश्यकं भवति इति वदति अत्र अस्माकं यत् सूत्रमस्ति तदपि तदा वदति। किं वदति अत्र अस्माकं? तत्र सर्व, एक, अन्य, किं, यत्, तदः, एतादृशसम्बन्धे काले प्रयोगः यदा भवति तत्र प्रत्ययः भवति दा। तर्हि कथं जानीमः? अस्माकं पदमस्ति सर्वदा, खलु? सर्वदा वयं जानीमः सर्वदा इति अस्ति, सर्वस्मिन् अधिकं दा भवति, सर्वदा तत् भवति सर्वसम्बन्धी। अत्र सूत्रं किं भवति? बृहत्पदमस्ति परन्तु तत्र बहवः पदानि सन्ति तत्र, इत्युक्ते सर्व, एक, अन्य, अन्य, किं, हा, किं, यत्, तद्। तर्हि सर्व भवति सर्वदा, एक भवति एकदा, एकदा, हा, अन्य भवति अन्यदा, तत्र किं भवति कदा, कदा, हा, यद् भवति यदा, तद् भवति तदा। एतादृशेन दा प्रत्ययस्य प्रयोगः भवति यत् कालं सूचयति, सर्वदा कालं सूचयति, सर्वस्मिन् काले, एकदा एकस्मिन्नेव कालं सूचयति, अन्यदा अन्यस्मिन् कालं सूचयति, एतत् कालं न अन्यत् कालं। प्रश्नवाचकेन भवति प्रयोगः कदा अभवत् अभवत्, तदपि काले कालिकसम्बन्धः अस्ति, यदा एवं तदा तस्य प्रयोगः अपि कालिकसम्बन्धः अस्ति, कालसम्बन्धी अस्ति। तर्हि एतत् सूत्रं, पाणिनिसूत्रं, दा प्रत्ययस्य उल्लेखः करोति, दा प्रत्ययः। पुनः आचार्यस्य उत्तरं पठामः चेत् सः वदति तत्र सर्वे एक, अन्य किं, यत्, तद्, काले दा यत् सूत्रमस्ति इति सूत्रेण दा प्रत्यये यदा इति रूपं, कथं? यद् अधिकं दा, खलु? सप्तम्यन्तेभ्यः एषः विहितः इत्यतः यदा इत्यस्य यस्मिन् काले इति अर्थः, यस्मिन् काले, यथा सर्वस्मिन्, एकस्मिन्, अन्यस्मिन्, यस्मिन् काले भवति यदा, तस्मिन् काले भवति तदा। एतद्योः एतत् इत्युक्ते यत् यदा तदा, एतत् सम्बन्धः नित्यसम्बन्धः इत्युक्ते यदा भवति प्रयोगः यदा पदस्य तदा पदस्य प्रयोगः साक्षात् अपि आवश्यकं भवति इति वदति उत्तरत्वेन। तर्हि नूतनप्रत्ययः अत्र उल्लेखः अस्ति, तस्य नाममस्ति दा प्रत्ययः, तद्धीतप्रत्ययपरिवारस्य सदस्यः अस्ति दा प्रत्ययः, कालं सूचयति इति अस्ति। स्पष्टमस्ति महोदय इदानीं? आम् महोदय। देवकान्त महोदय, अस्तु, सम्यक् अस्तु, अग्रे सरामः तर्हि। तत्र कुशलमहोदय अग्रे करोतु. शिष्य यदा तदा इत्यनयोः प्रयोगः क्वचित् स्थाने अपि क्रियते बहुधा इति भाति. शिष्य वदति यदा तदा प्रयोगः अन्यस्थाने अपि भवति. कालसम्बन्धे का वदति अस्थाने क्रियते महोदय अस्थाने अस्थाने अपि क्रियते बहुधा इति भवति. उदाहरणम् आचार्य वदति उदाहरणं तथा कोऽपि उदाहरणं वदतु. शिष्य वदति यदा सः गृहं गतः तदा दत्तवान् यत् सूर्यः उदयन् अस्ति इति. इदानीं यदा सः गृहं गतः कालसम्बन्धि कालसम्बन्धि नास्ति. तदा दृष्टवान् यत् सूर्यः उदयन् अस्ति इति. शिष्य उदाहरणं ददाति अकालसम्बन्धि स्थाने सम्बन्धि. आचार्य वदति गृहं गतः सः इति तावता इत्ये सिद्धे पुनः यदा तदा इत्यनयो प्रयोगेन किम् इति खलु भवतः आशयः. आचार्य वदति आचार्यशिष्यः वदति आशयः कः गृहं गतः सः इति तावत् एव स्थे सिद्धे पुनः यदा तदा इत्यनयोः प्रयोगेन यदा तदा युगलशब्दस्य प्रयोगः शिष्य किञ्चित् भिन्न आशयः वदति. आचार्य पृच्छति कः आशयः. अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अवगच्छति वा न अवगच्छति वा एतावत् स्वस्यैः वदतु स्वस्यभाषे किञ्चित् वदतु शीघ्रं. पूर्वे उदाहरणे यदा कदा कालसम्बन्धे प्रयोगः दर्शति. इदानीं यदा तदा सम्बन्धः भिन्नमस्ति. यदा इदानीं यदि सः गच्छति यदि रूपाणि आशयः भवति कालसम्बन्धः नास्ति. यदा यदा आगच्छति तर्हि अहं गमिष्यामि. स्थानीयसम्बन्धः अस्ति एतादृशम्. अस्तु अस्तु सम्यक् सम्यक् अग्रे स्पष्टं भविष्यति. उदाहरणानि अपि सन्ति. अखिलेश् महोदय अग्रे. आम् शिष्य वदति आम् यदा तदा शब्दौ कालं ज्ञापयतः तत्तवतु आदयः अपि कालमेव ज्ञापयतः. अतः शिष्यस्य आचार्यस्य प्रश्नमासीत् तर्हि भवान् यदा तदा यदि प्रयोगं कुर्मश्चेत् तत्रापि सः गृहं गतः तत्रापि भूतकालः भवति तत् यदापि तत्र कालं सूचयति. तर्हि यदा तदा शब्दौ कालं ज्ञापयतः तक्तवतु आदयः अपि कालमेव ज्ञापयतः. तक्तवतु इत्यस्य अपि गतः अथवा गतवान् इत्य तदपि कालमेव ज्ञापयतः. तर्हि द्वयोः बालं दर्शयति चेत् तत्र कोऽपि क्लिष्टं भवति वा न वा? आचार्य वदति यत्र समानकर्तृकथा भवति समानकर्तृकथा भवति यत्र च कालज्ञापनाय तवतु आदयः प्रयुज्यन्ते तत्र यदादीनां प्रयोगः न आवश्यकः इति तु युक्तिसम्मतं कथनं। कानिचन उदाहरणानि श्रावय तावत्। आचार्य वदति आम् यत्र समानकर्तृकथा भवति एकमेव कर्तुः भवति सः कार्यं करोति पूर्वे किमपि करोति अनन्तरं किमपि करोति तदा वयं तक्तवतु आदयः तस्य प्रयोगं कर्तुं शक्नुमः परन्तु तदा एव वयं यदादीनां प्रयोगः तस्य आवश्यकता नास्ति तदा इति कथनं भवति। तर्हि आचार्य शिष्यस्य पृच्छति कानिचन उदाहरणानि ददातु यदा तदा इत्येतस्य अग्रे करोतु शिष्य यदा सः अरण्यम् अगच्छत् तदा सर्पम् अपश्यत्। आम् तर्हि अत्रापि यदा काले भवति तर्हि कोऽपि समये एकः अस्ति सः अरण्यम् अगच्छत् सः वने गतवान् तदनन्तरं तत्र किं कृतवान् तत्र सर्पम् अपश्यत् तत्र आम् इति अस्ति। अन्यत् उदाहरणमस्ति यदा विद्यालयं गतवान् तदा सः पुस्तकं स्मृतवान् इति वयं दृष्टवन्तः एव तत्र कानिचन बालकाः सन्ति ते विद्यालयं गच्छति परन्तु पुस्तकं गृहे एव अस्मरत्। तर्हि अत्रापि यदा तदा प्रयोगः अस्ति गतवान् स्मृतवान् तवतु प्रयोगः अपि अस्ति। यदा अग्रे गतः तदा सः मित्रस्य गृहम् अपश्यत् अत्रापि सप्रत्ययस्य प्रयोगः भवति गतः तर्हि यदा तदापि प्रयोगः दृश्यते। यदा काष्ठानि सङ्गृह्णन् आसीत् तदा सः व्याघ्रम् अपश्यत्। काष्ठानि इत्युक्ते कुत्र वनमस्ति वा पशुगृहम् अस्ति तत्र सङ्गृह्णन् आसीत् यदा कोऽपि तत्र विचरणं करोति चेत् तदा सः व्याघ्रम् अपश्यत्। यदा तदा अस्ति सङ्गृह्णन् अस्ति तत्र शत्रुप्रत्ययः भवति तस्यापि भवितुमर्हति। अत्र यदा यहूदीयाः अन्यदेशान् गताः तदा तत्रत्यया भाषया व्यवहारम् आरब्धवन्तः। अस्तु तर्हि अत्र यहूदीयाः तत्र वयं जानीमः ते एकसमये तस्य तेषां देशः नासीत् तर्हि तेषां यत् प्राचीनभाषा अस्ति हिब्रू भाषा अस्ति तत् तस्य लोपः अभवत् भूतवान् परन्तु इदानीं ते पुनः पुनरुत्थानं कृतवन्तः। अत्रापि यदा तदा भवति गताः भवति क्त प्रत्ययः इति अस्ति। सम्यक् अत्र वदति क्त तवत्वादयः इत्युक्ते स वदति त प्रत्ययः तवतु प्रत्ययः शत्रुप्रत्ययः सानच् प्रत्ययः एतादृशं खलु। अत्र वदति यदि समानकर्तृकत्वम् अस्ति चेत् कर्तुः समानः एव अत्र पश्यतु यदा सः अरण्यम् अगच्छत् तदा सर्पम् अपश्यत् कर्तुः एकः एव यदा विद्यालयं गतवान् तदा सः पुस्तकं श्रुतवान् एतादृशं भवति खलु। इदानीम् अग्रे आचार्यः वदति भोः तत्र यदा तदा पदस्य आवश्यकता नास्ति किमर्थम् इत्युक्ते तत्र यदा तदा न आवश्यकः कालनिर्देशार्थं समानकर्तृकत्वम् अस्ति चेत् विशेषणरूपेण प्रयोगः भवति. कीदृशं विशेषणरूपेण प्रयोगः? अग्रे प्रसाद् महोदय. आचार्य, एतानि एव वाक्यानि संस्कृतत्वयुक्ताय युक्तया शौल्य उच्चार्यन्ताम्. आचार्य वदति एतानि वाक्यानि संस्कृततया उच्चारणं करोतु इति उक्तवान्. शिष्यः, अरण्यं गतः सः सर्पम् अपश्यत्. समानार्थकता यदा तदा वाक्यं भवति, समानार्थकता अत्र अन्य एकरूपं भवति. अरण्यं गतः सः सर्पम् अपश्यत्. द्वितीय, विद्यालयं गतवान् सः पुस्तकं स्मृतवान्. अत्र यदा तदा उपयुज्यं न उपयुज्य समानार्थकता अन्यायकरूपं भवति. अग्रे गतः सः मित्रस्य गृहम् अपश्यत्. काष्ठानि सङ्गृहान् सः व्याघ्रम् अपश्यत्. अन्यदेशान् गतः यहूदीयाः तत्रया भाषाया व्यवहारम् सम्बन्धवन्तः व्यवहारमारन्तः. किमपि काठिन्यं नास्ति. तदेव पञ्च उदाहरणानि यथा शिष्येन उक्तं अन्यत्रीत्या वदतु. इत्युक्ते अत्र नियमः एतादृशमस्ति, समानकर्तृकत्वम् अस्ति चेत् कालिकनिर्देशार्थं यदा तदा पदस्य प्रयोगः न आवश्यकः. यदि सन्दर्भः अक्त तवतु शत्रु सानच् प्रत्यये अस्ति चेत् साधारणरीत्या वक्तुं शक्यते. अस्तु, देवकान्तमहोदय अग्रे. आचार्य, यत्र समानकर्तृकता न भवति तत्र कालसम्बन्धाः रक्तत्वादयः न प्रयुज्यन्ते. तत्रैव कालज्ञापनाय यदादयः प्रयोक्तव्याः भवन्ति. यथा, यदा तेन तत्र गतं तदा रामः आगतः. तत्र समानकर्तृकत्वं न भवति. तत् उदाहरणे यदा तेन तत्र गतं तत्र अवश्यमेव प्रयोगः, अवश्यं प्रयोगं करिष्यामः तत्र यदा तदा प्रयोगः निश्चयेन भवति एव. अग्रे शिष्य वदति. शिष्यः, अहम् उदाहरणान्तराणि वदामि. प्रथम उदाहरणं, यदा सः अकथयत् तदा अपरः उदतिष्ठत्. तत्रापि समानकर्तृकत्वं न भवति. यदा अहम् उत्थितः तदा सूर्यः उदितः आसीत्. यदा मात्रा उक्तं तदा मया विषयः स्मृतः. त्रयोः उदाहरणेषु समानकर्तृकत्वं नास्ति. तत्र यदा तदा इति प्रयोगः अवश्यमेव. समीचीनं, तादृशं स्थितिः अस्ति अत्र. तर्हि यदा तदा सन्दर्भे ज्ञातवन्तः किञ्चित् दा प्रत्ययविषये ज्ञातवन्तः. दा प्रत्ययः तद्धितप्रत्ययः अस्ति, यदा तदा ततः आगतः अभवत्. समानकर्तृकत्वम् अस्ति चेत् यदा तदस्य प्रयोगः न आवश्यकं, परन्तु समानकर्तृकत्वं नास्ति चेत् निश्चयेन यदा तदा आवश्यकम् एव भवति इति बिन्दुत्रयमेव अत्र अस्ति. तर्हि समाप्तमेव. अस्तु, कोऽपि प्रश्नः अस्ति वा? अत्र अस्तु सरलमेव अस्ति तर्हि आगामिसप्ताहे प्रसाद महोदय करिष्यति खलु महोदय व्यवस्थापनं अस्तु अस्तु सम्यक् सम्यक् अस्तु समयः जातः तर्हि अत्र विरमामः आगामिसप्ताहे मिलामः अस्तु धन्यवादः नमस्कारः धन्यवादः नमस्कारः महोदय।